पञ्चमोऽध्यायः सगुणब्रह्मविद्यायाः उत्तरागतिः उक्ता। अथ इदानीं पञ्चमे अध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिम् अनूद्य अन्या दक्षिणदिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणं पुनरावृत्तिरूप तृतीया च ततः कष्टतरा संसारगतिः वैराग्यहेतोः वक्तव्य इति आरभ्यते। प्राणः श्रेष्ठः भागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुषु अतीते ग्रन्थे प्राणग्रहणं कृतं। स कथं श्रेष्ठो वागादिषु सर्वैः सम्यत्कारित्वा विशेषे कथं च तस्य उपासनमिति तस्य श्रेष्ठत्वादिगुणविदित्सया इदम् अनन्तरम् आरभ्यते। यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च। यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसां श्रेष्ठं च गुणैः अभ्यधिकं वेद स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति। फलेन पुरुषं प्रलोभ्य अभिमुखीकृत्य अहं प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः गर्भस्थैः पुरुषे प्राणस्य वृत्तिः वागादिभ्यः पूर्वं लब्धात्मिका भवति यया गर्भो विवर्धते। चक्षुरादिस्थान अवयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभः इति प्राणो ज्येष्ठो वयसा भवति। श्रेष्ठत्वं तु प्रतिपादयिष्यति सुहायः इत्यादिनिदर्शने। अतः प्राणैव ज्येष्ठश्च श्रेष्ठश्च अस्मिन् कालिकरणसङ्घाते। यो ह वै वसिष्ठं वेद वसिष्ठो ह्स्वानां भवति वाग्भाववसिष्ठः। यो ह वै वसिष्ठं वसितृतमम् आच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठोः भवति स्वानां ज्ञातिना। कस्तरि वसिष्ठ इति अहं वाग्भाववसिष्ठः वाग्भिनो हि पुरुषा वसन्ति अभिभवन्ति अन्यं वसुमत्तमाश्च अतो वाग्वसिष्ठः। यो ह वै प्रतिष्ठां वेद प्रतिहतिष्ठति अस्मिंश्च लोके अमुष्मिंश्च चक्षुर्वाक् प्रतिष्ठां। यो ह वै प्रतिष्ठां वेद स अस्मिन् लोके अमुष्मिंश्च परे प्रतिष्ठति ह का तर्हि प्रतिष्ठा इति अहं चक्षुर्वाक् प्रतिष्ठ चक्षुषा हि पश्यन् समे च दुर्गे च प्रतिष्ठति यस्मिन् अधः प्रतिष्ठा चक्षुः।